नमस्कारः। अस्माकं पाणिनीयव्याकरणवर्गे व्यङ्गन्तधातुः इति पाठः वर्तते। तत्र वयं इदुपदधातूनां यङन्तधातुसिद्धिः इति दृष्टवन्तः। करपत्रदश दशमकरपत्रे इदुपदधातूनां यङन्तधातुसिद्धिः इति दृष्टवन्तः। तत्र तु विशेषकार्यम् इति किमपि नास्ति, गुणकार्यमेव। कुवन्तलघुपदस्य च तस्यापि बाधा भवति ङिति च इति कारणेन, यङ् ङित् अस्ति अनेन तस्य बाधा भवति। द्वित्वा अभ्यासकार्यम्, अनन्तरं गुणो यङ्लुकोः इति कार्यं भूत्वा बे विद्यते इति रूपं भवति। इदुपदानां तु केवलं गुणो यङ्लुकोः एव। उदुपदधातूनामपि पुनः समाना प्रक्रिया एव। तत्र गुणो यङ्लुकोः इत्यनेन गुणः भूत्वा भो बुध्यते इति रूपं भवति। बुद् धातुः उदुपदः। ऋदुपदधातूनां ऋघृ दुपदस्य च इति सूत्रमस्ति। तत्र ऋदुपदधातोः अभ्यासस्य रीक् इति आगमः भवति यङि परे इति दृष्टवन्तः। नृत्योगः यङ् इति तत्र ऋदुपदः धातुः, तत्र अस्माकं रीक् इति यदा आगमः भवति तत्र नरीनृत्य इति रीक् आगमात् अनन्तरं रूपं सिद्ध्यति। ऋदुपदधातोः अभ्यासस्य रीक् इति आगमो भवति यङि यङ्लुक्ति च। समानरीत्या एव तत्र तृप् वृत् इति ऋदुपदधातोः तत्र रीक् इति आगमः, कश्चन आगमः। अनन्तरं तत्र विशेषः कः इत्युक्ते कृप् धातोः विषये तत्र एव कृपोरोलः इति सूत्रं दृष्टवन्तः। तत्र कृपोरोलः इति सूत्रेण रेपस्य लकारादेशो भवति इति। कृपः उपु कृपः रः लः इति सूत्रस्य अनुवृत्तिः आसीत्। अतः अस्माकं यङ् प्रसङ्गे किं भवति इत्युक्ते क कृप्य च कृप्य अनन्तरम् अस्माकं ऋगुरुदुपदस्य च इत्यनेन तत्र रीक् इति आगमः, चरीकृत्य अनन्तरं कृपोरोलः इत्यनेन तत्र कृपः उपु कृपः रः लः किल, अतः चलीक्लृप्य, अतः आदेशद्वयं रेपस्य लकारः ऋकारस्य लुकारः इति आदेशं भूत्वा चलीक्लृप्य इति चलीक्लृप्यते इति तत्र तिङन्तरूपं। कृप् धातुः एव विशेषः ऋदुपदधातूनाम् आवल्यां तत्र कृप् धातुः विशेषः कृपोरोलः इति सूत्रम् आसीत्। अनन्तरं तत्र अनिदित् धातूनां यङन्तधातुसिद्धिः इति अपि किञ्चित् दृष्टवन्तः। तत्र अनिदितां धातूनां उपादायाः निति इति बहुवारं परिचितसूत्रमेव। तत्र न लोपः भवति इति तत्र विशेषः। अत्र वञ्चु स्रंसु द्वंसु भ्रंसु स्कन्द् इति चतुर्णां धातूनां यङन्तधातुसिद्धिः। तत्र एकं विशेषसूत्रम् आसीत्, प्रायः तस्मादेव पठामः। महोदय पठति वा? वञ्चु स्रंसु द्वंसु भ्रंसु वञ्च संस ध्वंस भ्रंस स्कन्द इति चतुर्णां धातूनां यङन्तधातुसिद्धिः। येषां धातूनाम् अभ्यासस्य नीक् आगमः भवति यङि परे। वञ्च योग यङ् अनिदितां हलः उपादायाः निति इति सूत्रेण नितिप्रत्यये परे नकारलोपः। वञ्च इत्यस्य वच् इति भवति, वच् योगय दित् अभ्यासकार्यं ववच् ववच्य नीग् वञ्च संसु ध्वंसु भ्रंसु कसपथपदस्कन्दाम् इत्यनेन अभ्यासस्य नीक् आगमः यङि परे। वनीवच्य इति यङन्तधातुः, वनीवच्यते वनीवच्येते वनीवच्यन्ते वनीवच्यसे वनीवच्येते वनीयच्छद्वे वनीवच्ये वनीवच्यावहे वनीवच्यावहे इति रूपाणि भवन्ति। एवमेव त्रन्स् योग यङ् इति अस्ति, अत्र द्वित्वाभ्यासकार्यं नीग् नीक् वंश संसृ ध्वंसृ भ्रंसु भ्रंसु कसपद कसपतपदस्कन्धाम् इत्यनेन ध्वंसयोग यङ् अस्ति, ध्वस् योग यङ् ध ध्वस्य ध्व ध्व ध्व ध ध्वस् अनन्तरं ध ध्वस् अनन्तरं नुमा नीकागमः तत्र धनी धनी ध्वस्यते इति धनी धनी ध्वस्यते इति तथैव भ्रंस् योग यङ् बनी भ्रस्यसे भ्रस्यते भनी बनी भ्रस्यते इति अपि च स्कन्द् अस्ति अत्र एकनिमिष शर्पुरकयः शर्पुरकयः इति भवति वा तत्र एकनिमिष स्कन्दयोग यङ् क स्कन्द् एकनिमिष तत्र शर्पूर्व कै खलु कपच कपै सत्यं तत्र क स्कन्द् अनन्तरं तत्र उहोश्चुः भवति वा चनि चनिस्कन् भवति वा चनिस्कन् चनिस्कन्द् क्षप्तं कनिस् चनिस्कद्यते चनिस्कद्यते चनिस्कद्यन्ते इति रूपाणि भवन्ति सर्वत्र अनिदितां हलो उपदायाम् इत्यनेन न लोपः आम् आम् अग्रे महोदय सूत्रं हा सूत्रं पठामि नीग् वञ्च संस् ध्वंसु भ्रंसु कस पत पदस्कन्धाम् इति वञ्च स्रंस् ध्वंस् भ्रंस् कसपत पदस्कन्ध स्कन्द् इत्येतेषां धातूनाम् अभ्यासस्य नीक् आगमः भवति यङि यङिलुकि च वञ्चुश्च संसृश्च ध्वंसुश्च भ्रंसुश्च कसश्च पतश्च पदश्च स्कन्ध च तेषाम् इतर इतर द्वन्द्वः वञ्चु संसृ ध्वंसृ ध्वंसु भ्रंसु कसपत पदस्कन्ध स्कन्धः तेषां नीक् प्रथमान्तम् द्विपदविधं सूत्रम् अत्र लोप अभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः गुणो यङ्लुकोः इत्यस्मात् यङ्लुकोः इत्यस्य अनुवृत्तिः अङ्गस्य अधिकार अङ्गस्य इत्यस्य अधिकार अनुसृत्य सूत्रमस्ति वञ्चु स्रंसु ध्वंसु भ्रंसु कसपत पदस्कन्धाम् अङ्गस्य अभ्यासस्य नीक् यङ्लुकोः इति तत्र नीकाग भवति अत्र एतत् एकनिमिष नी खलु दीर्घो अकितः तत्र नास्ति खलु अपवादः नास्ति एव तत्र अकित् दीर्घः न भवति एव अस्तु नीक् एव नीक् एव तत्र दीर्घः भवति खलु तत्र अकित् अस्ति चेत् दीर्घः भवति परन्तु अत्र कित् नीक् इति आगमः इति अतः तत्र अपवादः एव नास्ति नास्ति तादृशं 7484 किल किमपि नास्ति तादृशम् दीर्घोकितः इति पूर्वसूत्रमेव परन्तु अत्र किमपि तस्य न भवति तत् समापयतु महोदय कसपत पद क्षम्यतां क्षम्यतां क्षम्यताम् अस्तु कसपत कसपत पद इति त्रयाणां धातूनां यङ्गतधातुसिद्धिः उदुपदधातूनां स्थले प्रदर्शित वयं दृष्टवन्तः अत्र कस् कस् तर्हि तत्र चनी कस्यते पनी पत्यते पनी पद्यते इति इति भवति अधुपद अधुपद अधुपद अधुपद तर्हि तत्र किं भगिनि उदुपद इति मया श्रुतं सो ऐ वास् सेयिङ्ग् अधुपद अधुपद इति चरि चनी कस्यते पनीपत्यते पनीपद्यते इति रूपाणि भवन्ति यथा उक्तं पूर्वम् अत्र अस्तु यथा उक्तं पूर्वम् अत्र गुणो यङ्लुकोः इत्यनेन अभ्यासस्य गुणः न भवति यतोहि युक्तः यगन्तधातुः यदि चने कस्य इति अभविष्यत् अस्तु तर्हि गुणो यङ्लुकोः प्रसक्तिः अस्ति तत्र चनी इति अस्ति खलु तत्र अस्तु, चनेकस्य इति अभविष्यत्, तर्हि पाणिनिः साक्षात् नेक् इति आगमम् अकरिष्यत्। आगमः यदा कोऽपि भवितुमर्हति तदा पाणिनेः साक्षात् नेक् इति आगमं व्यधास्यत्। अस्तु, एतादृशात् स्वातन्त्र्यात् आगमस्य सामर्थ्यं वर्तते। अनेन सामर्थ्येन नीक् इत्युक्तं चेत् नीक् इत्येव इष्टम्, अस्मिन् सामर्थ्ये लाघवमपि अस्ति। अस्तु, तत्र यदि नेक् इति यदि तत्र गुणयङ्ग्लुको इत्यनेन नेक् भवति चेत् इष्टरूपं न भवति, तत् तादृश अस्ति चेत् पाणिनि तत्र लाघवेन नेक् इत्येव अकरिष्यत् इति, आगमम् अकरिष्यत् इति उक्तम् अत्र। अतः नीक् एव उक्तं साक्षात्, अतः नीक् एव भवति इति, नीक् एव भवति, अतः गुणः नी इति गुणः न भवति इति अस्ति। सत्यं, गुणो यङ्लुकोः दीर्घोकितः अनन्तरमेव एतत् सूत्रम्। यथा वयं दृष्टवन्तः तत्र रिङ्ग् तत्र रिङ्ग् आदेशः भवति इति, अत्र क्रियते इति, किमर्थं तत् क्रियेते इति न भवति इति वयं दृष्टवन्तः खलु। सत्यं, तादृशमेव अत्रापि तत्र सूत्रसामर्थ्यात् तत्र न भवति, गुणः न भवति, केवलं नीक् इत्येव अवशिष्यते। समीचीनं, तदेव अत्र केवलं तत्र अनिदितां हलौ उपादायाङ् इति, अनन्तरम् अनेन विशिष्टसूत्रेण नीकागमः भवति। धन्यवादः महोदय। अरुणा भगिनी, दंशभञ्च। नमस्ते भगिनि, किं पठनीयं भगिनि? द्वितीयबिन्दुः, दंशभञ्ज चेति द्वयोः धातोः यङन्तधातु सिद्धिः। भगिनि, दंश भञ्ज द्वितीयबिन्दुः, द्वितीयबिन्दुः, दंश भञ्ज भञ्ज चेति द्वयोः धातोः यङन्तधातुः सिद्धिः। यङन्तप्रसङ्गे एतेषां धातूनाम् अभ्यासस्य अन्ते अश्व अकारः अस्ति, किन्तु धात्वान्ते अनुनासिकवर्ण नास्ति, अतः नुगतो अनुनासिकान्तस्य इत्यनेन नुगागमो न भवति। तथापि येषां नुगागम भवति जप जभ दह दश भञ्ज् वशां च इति विशिष्टसूत्रेण सूत्रम् अत्र दत्तं। सामान्यतया यङन्त प्रसङ्गे धातु अभ्यासस्थान अन्ते हश्वकारः अस्ति, अनुनासिकवर् अन्ते अनुनासिकवर्णः अस्ति चेत् नुक् आगमः न भवति। केन सूत्रेण? नुगतो अनुनासिकान्तसूत्रेण न भवति। परन्तु अत्र विशेषस्य सूत्रमस्ति जप जप दह दश भञ्ज् पशां च सूत्रेण आगमनुकागमः भवति। उदाहरणमस्ति, दंश् योगः यन् अनिदितां हलुपदायाः निति इत्यनेन नितिप्रत्ययपरे नकारलोपः भवति। दश् योगः य द्वित अभ्यासकार्यं ददश् ददशेव ददश्य अत्र अदन्त अस्ति, गुण नास्ति। ओके, जप जप दह दश भञ्ज् पशां च इति सूत्रेण नुक् आगमः भवति। नुक् इति आद्यन्तकित्वविधेन यङ् अङ्गं यङि परे भवति। ददश ददश्य किमर्थं नकारलोपः न भवति वा? अनुजतां हलुपः भवति किल इदानीं? तद् सो दन्दस्य टङ्कन्तधातुः दन्दश्यते दन्दश्येते दन्दश्यते दन्दश्यते दन्दश्येसे दन्दस्येथे दन्दस्ध्रे दन्दस्य दन्दस्यावहे दन्दस्यामहे. तत्र प्रथमं नकारलोपः भवति अनिदिताम् आम् अनन्तरं द्वित्व अभ्यासकार्यं कुर्मः तदश्य इति भवति. इदानीं किं तत्र अभ्यासस्य अन्ते ह्रस्वकारः अस्ति परन्तु अन्ते अनुनासिकवर्णः नास्ति ददश्य इत्येव अस्ति अतः तत्र नुकागमः नुगत अनुनासिकान्तस्य इत्यनेन न भवति परन्तु अनेन विशिष्टसूत्रेण ते इष्यन्ते तत्र नुग अनुनासिकवर्णः अतः जब जभ दह दश भञ्ज पशां च इत्यनेन नुकागमः. यदा नुकागमः भवति तदा पुनः तद् दं दश्य इति अङ्गं ददातु. प्रेष्यन्ते इत्युक्ते किमर्थं नकारलोपः कुर्वन्ति अग्रे अस्ति वा अस्तु अस्ति पठामः तस्मिन् समये पठन्तु. आं भगिनि अग्रे पदान्तवच्चस्य मनात् वा पदान्तस्य इत्यनेन परसवर्णविकल्पः भवति. वर्तकमस्ति पदान्तवच्च श्रूयते इदानीं समीचीनम् पदान्तवत् इति वार्तिकेन विकल्पेन परसवर्णविकल्परूपं भवति. दंश् युगयङ् प्रथमं नुकागम दन्दश्च तदनन्तरं बोनस्वर एतदेव वा पदान्तरेव तदेव बञ्ज् एव धातु बञ्ज् युगायं बज् बज्य व्यासे चेत् बकार अल्पप्राणबकार भवति प्रथमं नकारलोपः निदितां हलौ उपादाय लोपः भवति तदनन्तरं द्वित्वं भवति द्वित्वम् अनन्तरं नुकागम जप जप दश दश भञ्ज् पशां च इति सूत्रेण नुकागम भवति भञ्ज् भज्य इति रूपं बभज्य बन्भज्य बं भज्य भवति मौनस्वर अस्तु आगच्छति बम्भज्यति सत्यम् अत्र सूत्रमस्ति जप जप दह दश भञ्ज् पशां च जप् जब् दुह् दह् दश् भञ्ज् पश् इत्येषां धातूनाम् अभ्यासस्य नुक् आगमो भवति यङ्गे यङ्लुकि च अनुवर्तसूत्रं पठामि. जप् जब् दह् दश भञ्ज् पशां च अङ्गस्य अभ्यासस्य नुक् यङ्लुकोः अभ्यास अत्र बन्धदातु अनुदितां अलुपदा लोपः भवति परन्तु बन्धि विषये नूतनसूत्रं जप जप दश दश भजां पशां च इति सूत्रेण नुकागमः भवति. रूपद्वयं भवति किमर्थं चेत् पदान्ते च इति वाक्यकेन तत्रैव एकः विशेषः अस्ति नुक् इति यत् आगमः भवति तत्र अनुस्वारस्यापि उपलक्षणम् इति उक्तं. तद् वयं गतपाठे अपि तद् पठितवन्तः इति अनुस्वारस्य उपलक्षणम् इति. तत्र दंश् इति धातुः अनुस्वारः नास्ति यतोः यङ्लुकि दश् इत्यस्य एव द्वित्वम् अनुनासिकत्वं न भवति. तत्तु जानीमः, इदानीमेव दृष्टवन्तः तत्र अनुस्वारस्य तु लोपः जातः किल. तस्य विषये एव अग्रे अस्ति, तदपि पठामः. भगिनि प्रश्नः उदेति इति परिचयः पठतु, अनन्तरम् उषा भगिनी पठति. प्रश्नः उदेति यत् किमर्थं सूत्रे दंश् धातोः अनुस्वारः न प्रदर्शितं यदि तस्य लोपः तु भवति एव किनिदितां हल उपादायाः किनिति इति सूत्रेण. अनयोः अनयोः द्वयोः धातोः दंस् भञ्ज् भेद अत्र कः? कोऽपि भेदः न दृश्यते यतोहि द्वयोः अपि आरम्भे एव नकारलोपो भवति. तर्हि सूत्रे भेदप्रदर्शनस्य प्रयोजनं किम्? यङ्लुकि भेदः अस्ति. यङ्लुकि अपि द्वयोः धात्वोः प्रक्रिया तु समानमेव, केवलम् आरम्भे दश् इत्येव अस्ति, न तु दंस् सूत्रस्य दश् इति ज्ञापकत्वात्. यङ्लुकि अनदितां हल् उपादाया किमिति इति सूत्रस्य प्रसक्तिः नास्ति, अतः यङ्लुकि द्वयोः धात्वे रूपभेदः तिष्ठति. ददंशीति भञ्जीति, किन्तु यङि शास्त्रविहिता न कारण शास्त्रविहितनकारलोपो उक्तत्वा संरूपभेदः न तिष्ठति. दन्दश्यते बम्बज्यते, यतोहि तत्र भञ्ज् धातोः अपि नकारलोपो भवति. ओके भगिनि, तत्र नावगतं दंश् धातु भञ्ज् धातु अपि यङ्लुकि भेद रूपे प्रक्रियायां भिन्नं भवति. प्रथमं वनदितां हलुपदाय इति सूत्रेण द्वयोः धातोः नकारलोपः भवति, अमोनुस्वर अस्ति वा नकार अस्ति वा अपि भवति. प्रक्रिया तु समानमेव, केवलं दश् इत्येव अस्ति. नावगतं भगिनि अत्र न, तत्र सूत्रे जब जब दह दश दश इति अस्ति. भञ्ज इत्यत्र तु नकारः दृश्यते, भञ्ज इति अस्ति. दंश् इत्येव धातुः किल, तत्र किमर्थं तत्र अनुस्वारः नास्ति इति प्रश्नः. दश इति धातोः अनुस्वारः न प्रदर्शितः, परन्तु भञ्ज इति धातोः तत्र ण्यकारः तु दृश्यते. समीचीनम्. द्वयोः अपि लोपः भवति अनिदितां हल उपादायाङिति इति सूत्रेण. प्रक्रियायाः आरम्भे एव दंश इति धातोः नकारलोपः अपि भवति, क्षम्यताम् अनुस्वारलोपः अपि भवति, भञ्ज इत्यत्रापि लोपः भवति. किमर्थं दश इति प्रदर्शितम् इति प्रश्नः. कुत्र तस्य भेदः कुत्र दृश्यते इति उत्तरमेव, यङ्लुकि भेदः दृश्यते. समानं यद्यपि तद् दंश भञ्ज इति अस्ति, तत्र द्वयोः आरम्भे नकारलोपः भवति. भेदप्रदर्शनं सूत्रे भेदप्रदर्शनस्य प्रयोजनं किम् इत्युक्ते यङ्लुकि भेदः भवति. धन्यवादः. पठामि वा उषा भगिनी? उषा भगिनी प्रायः. धन्यवादः भगिनी. उषा भगिनी, बहु किमपि अस्ति अत्र. अस्तु, यङ्लुकि मया स्मृतं, दन्दशीति परस्मैपति यङ्लुकि. ओके, तत्र इति एकः इति आमामामामां ति इति अस्तु अस्तु तदेव तदेव प्रदर्शितम् अस्तु अस्तु भगिनि अस्तु नुक् नुक् आगमप्रसङ्गे नुगि नुगित् नुगित्ति नुगिति अनेन अनुस्वारः लक्ष्यते नुगिति अनेन अनुस्वारः लक्ष्यते इति सिद्धान्तकौमुदी वाक्यं नाम नुक् अनुस्वारस्य उपलक्षणम् अपि शब्दः केषुचित् टीकाग्रन्थेषु दीयते ओ अपि अपि उपलक्षणम् नुक् इति अनेन अनुस्वारः लक्ष्यते इति सिद्धान्तकौमुदी वाक्यं नाम नुक् अनुस्वारस्य अपि उपलक्षणम् अपि शब्दः केषुचित् टीकाग्रन्थेषु दीयते तथा चेत् नकारः इत्यस्य अपि सङ्केतः अनुस्वारस्यापि यत्र नकारेण रूपं न सिद्ध्यति तत्र अनुस्वारः यथा यं यम्यते रं रम्यते यत्र नकारेण रूपं न सिद्ध्यति तत्र अनुस्वारः ओके सो यम धातु अण्ड् देन् प्रथमं नकारलोपः अण्ड् देन् अनिदिता महल उपादायाः कितिङ् इति अण्ड् देन् यं यम्यते सो यं धातु आगमः भवति वा नुक् आगमः तथा न उक्तं खलु भगिनि यं धातु प्रायः तत्र नुगतु अनुनासिकान्तस्य इत्यनेन भवति ओ अनुनासिकान्तस्य अस्तु अस्तु आम् आम् नुगागमप्रसङ्गे एव सामान्यतया लिखन्ति नुगागमप्रसङ्गे किं भवति अस्तु सो अत्र नुकागमः अनुनासिकान्तस्य इत्यनेन ओके यं यम्यते रं रम्यते इति अस्ति नुक् आगमप्रसङ्गे नुक् इति अनेन अनुस्वारः लक्ष्यते इति सिद्धान्तकौमुदी वाक्यम् ओके नाम नुक् अनुस्वारस्य अपि उपलक्षणम् अपि शब्दः केषुचित् टीकाग्रन्थेषु दीयते तथा चेत् नकारः इत्यस्य अपि सङ्केतः अनुस्वारस्यापि यत्र नकारेण रूपं न सिद्ध्यति तत्र अनुस्वारः सो यथा यं यम्यते रं रम्यते चित्रत्र नकारेण रूपं न सिद्ध्यति अतः अनुस्वारः अनुस्वारः धातु इति प्रथमं यं धातु अनुस्वार इत्यनेन यं यम्यते सत्यम् अनुना ओके नुगतो अनुनासिकान्तस्य चित्रा भगिन्या लक्षितं यत् नुगतो अनुनासिकान्तस्य इति स्थले महाभाष्ये अस्मिन् प्रसङ्गे सूचना प्राप्यते नुगतो अनुनासिकान्तस्य नुकि यं यम्यते रं रम्यते इति रूपा असिद्धिः नुकि सति यं यम्यते रं रम्यते इति रूपं न सिद्ध्यति अनुस्वार आगमवचनात् तु सिद्धम् अनुस्वार आगमवचनात् सिद्धम् एतत् अनुस्वार आगमः वक्तव्यः एवम् अपि इदम् एव रूपं स्यात् सो यै यं यत् यै यञ्यते दत्स यै यम्यते इदं न स्यात् यं यम्यते पदान्तवत् च पदान्तवत् चेति वक्तव्यं वा पदान्तस्य इति नुगतो अनुनासिकान्तस्य सो भगिनि सो फैनलि नुगतो अनुनासिकान्तस्य नुकि यं यम्यते रं रम्यते इति रूपा असिद्धि ओके नुकि सो नुकि सति यं यम्यते रं रम्यते इति रूपं न सिद्ध्यति अनुस्वार आगमवचनात् तु सिद्धम् अनुस्वार आगम नुक् इत्येव वदामः चेत् नुकि सति यं यम्यते रं रम्यते इति रूपं न भवति समीचीनं केवलं नुक् आगमः अस्ति इति वदामः चेत् तत्र यम् यम्यते रं रम्यते इति रूपं न भवति. सो नुक् इत्यनेन अभ्यासस्य कृते यम् इति धातोः, सो देन् यम् धातोः मकारलोपः, देन् नुक् आगमः अभ्यासस्य कृते यन् यन् यन् यन् यन् यम्यते इति भवति. देन् देन् अनु दट् दट् नकारः ओ मकार केनाट् बिकम् मकार. ओके नस्य पदान्तस्य जलि जलि नास्ति. बट् अनुस्वा ओके ओके अनुस्वार न भवति. कथं भवति इति अग्रे अनुस्वार आगमनवचनात् तु सिद्धं. यदा अनुस्वार आगमनवचनमस्ति तद् तद् किं पदान्तवच्च इति वक्तव्यं वा पदान्तस्य इति अस्ति किल, अनेन एव तद्रूपं सिद्ध्यति यं यम्यते रं रम्यते, न तु नुक् नुक् आगमे आगमेन. ओ अस्तु अस्तु तदेव तावदेव विषयः, परन्तु लेखनशैली महाभाष्यं किल अतः अनुस्वार आगमो वक्तव्यः एवं तत्र यम् यम्यते इति तत्र अनुस्वार तद् चन्द्रबिन्दुरूपम् एवम् अपि इदम् एव रूपं स्यात् एवम् अपि इदं रूपमेव स्यात् किं यं यम्यते तादृशं न तु यं यम्यते. परन्तु कथम् आगतं पदान्तवच्च इति वक्तव्यम् इति वार्तिकेन तत्र अनेन वा पदान्तस्य इति कारणेन सूत्रेण तत्र अनुस्वारादेशः भवति. अतः वयं यं यम्यते रम्यते इति रूपं साधयितुं शक्नुमः. वा पदान्तस्य इत्यनेन अनुस्वारस्य ययि परसवर्णः खलु भगिनि. न अनुस्वारः एव तिष्ठति किल तत्र ययि नास्ति किल परः ययि अस्ति खलु ययि अस्ति तत्र पदान्त नास्ति खलु पदान्तवच्च इति वक्तव्यं भवति. अभ्यासः पदान्तवत् स्वीकर सत्यं तत्र पदान्तवच्च इति वक्तव्यमिति अभ्यासस्य पदान्तवत् इति स्वीकरणीयम् इति गतपाठे आसीत् किल, अथवा तत् पदान्तत्वं नास्ति किल तत्र अभ्यासः एव. ओ अभ्यासः देन् पदान्तः इति स्वीकृतं कुतः एव इदानीं तत्र अतः तत्र अनुस्वारः आदेशरूपेण आगच्छति. ओ अस्तु अस्तु अस्तु भगिनि. अथवा तद् नकारः एव दृश्यते यन् यम्यते अनन्तरं तद् अनुस्वारः किमपि तत्र तादृशं यकारस्यापि तत्र अस्ति किल किं सूत्रं तद् ञा इति आगच्छति चोर्लि इति वा यकार लकारस्यापि यकारस्य लकारस्य सवर्ण इति चोर्लि एव किल तद् तवर्गीयवर्णस्य लकारे परे अत्र तु तवर्गीयवर्णस्य लकारे परे यरो अनुनासिके अनुनासिको वा तत्र तत्र तु भवति लकारः तत् पूर्वसूत्रमेव किल वा पदान्तस्य इति 84 50 तदेव पूर्वसूत्रं बट् या बट् यरो अनुनासिके इति 84 45 पदान्ते विद्यमानस्य यर् वर्णस्य अनुनासिके परे अनुनासिकपरः तु नास्ति सत्यं तत्रैव ल इति आदेशाः भवन्ति किल ओके तद्भिन्नासिके ओके तद्भिन्नं तद्भिन्नम् अत्र नास्ति अत्र तु वयं बहु अनुस्वारस्य यहि परसवर्णः तोर्लि भगिनि तोर्लि इति अग्रिमसूत्रं किल वापदान्तस्य तोर्लि वापदान्तस्य तोर्लि सत्यम् एकनिमिषे अनुस्वारस्य यहि परसवर्णः वापदान्तस्य तोर्लि तत्र अनुस्वारस्य यहि परसवर्णः भवति अनन्तरपदान्तवाच्यैकरेण तत्र अनुस्वारः सत्यं सत्यम् आम् सत्यम् अग्रे पठामि वा भगिनि आम् आम् काशिकायामपि अयं विषयः अस्ति तत्र न्यासटीकायाम् उच्यते यदि नुक् क्रियते यं यम्यते इत्यादौ नश्चापदान्तस्य जलि इति जलि उच्यमानः अनुस्वारः न सिद्ध्यति अजलि परत्वात् अजल् परत्वात् नुक् क्रियते यं यम्यते इत्यादौ नश्चापदान्तस्य जलि इत्यनेन जलि नास्ति ओके जलि नास्ति यकारः अस्ति ओके सो ओके इत्यतः आह नुगित् नुगिति एतत् अनुस्वार उपलक्षणार्थं द्रष्टव्यम् ओके नुगिति एतत् अनुस्वार उपलक्षणार्थं द्रष्टव्यम् इति उक्तं कथं पुनः सो नुगिति एतत् सो नुक् इति अनुस्वार रूपेण द्रष्टव्यम् ओके कथं पुनः नुगिति एतत् अनुस्वार उपलक्षणार्थं शक्यते द्रष्टुम् इत्याह स्थानिनाहि आदेशः लक्ष्यते इति नुकाहि स्थानिना अत्र आदेशः अनुस्वार उपलक्ष्यते नुका ओके नुका इत्यत्र नुकाहि स्थानिना अत्र आदेशः अनुस्वारः उपलक्ष्यते ओके तस्मात् अनुस्वार एव आगमः अत्र विधीयते न तु नुक् ओके तस्मात् अनुस्वार एव आगमः अत्र विधीयते न तु नुक् दट्स् ऑल आई अंडरस्टैंड द प्रीवियस स्टेटमेंट आई डिडंट फॉलो नुकाहि स्थानिना अत्र आदेशः अनुस्वार उपलक्ष्यते ओके यं यम्यते इत्यादौ यं यम्यते इत्यादौ यद्यपि अजल्परता अस्ति तथापि अनुस्वारः सिद्ध्यति एवम् अनुस्वारस्य ययि परसवर्णः प्राप्नोति इष्यते च पक्षे अनुस्वारस्य श्रवणं तन्न सिद्ध्यति अपदान्तत्वात् ओके दिस् इस् वाट् वी से इत्यतः आह पदान्तवत् च इत्यादि पदान्तवत् अनुस्वारः भवति इति एतत् इति एतत् इति एतत् अर्थरूपम् इति एतत् अर्थरूपम् एतदर्थरूपम् एतत् अर्थरूपं व्याख्येयम् इति अर्थः ओके तत्र इदं व्याख्यानं तदन्तविधिना एव अनुनासिकान्तस्य अनुस्वारः भवति इति न अर्थः अन्तर्ग्रहणेन ओके तत्र इदं व्याख्यानं तदन्तविधिना अनुनासिकान्तस्य अनुस्वारः भवति अनुनासिकान्तस्य अनुस्वारः भवति इति न अर्थः अन्तग्रहणेन तत् क्रियते पदान्तस्य अनुस्वारस्य यः धर्मः सः नुकः अपि स्यात् इति एवम् अर्थं तेन अनुस्वारस्य पक्षे श्रवणं भविष्यति इति ओके सम्मोदय ब्रिङ्गिङ्ग् इन् द अनुस्वार ओके सत्यं सत्यं पूर्वस्मिन् परिचये किम् आसीत् तद् महाभाष्यमेव सरलमिति इति दृश्यते काशिकायाम् इतोपि जटिलरीत्या उक्तं प्रयत्नं कुर्मः भगिनि पठतु पुनः एकवारं पङ्क्तिशः ओके यदि नुक् क्रियते यं यम्यते इत्यादौ नश्चापदान्तस्य जलि इति जलि उच्यमानः अनुस्वारः न सिध्यति अजल् अजल् परत्वात् ओके सो यदि नुक् क्रियते यं यम्यते ओके इत्यादौ नश्चापदान्तस्य जलि इत्यने इति जलि उच्यमानः अनुस्वारः जली जली परतः चेत् नश्चापदान्तस्य जली इत्यनेन अनुस्वाररूपं भवति नकारस्य कृते बट् अत्र जली परः नास्ति इत्यनेन नास्ति इत्यनेन कथं यं यम्यते इति भवति इत्यतः आह नुक् इति एतत् अनुस्वार उपलक्षणार्थं द्रष्टव्यम् इति उक्तम् ओके नुकि नुक् आगमस्य कृते नुक् इति एतत् अनुस्वार उपलक्षणं सो नुक् इति अनुस्वार इति अनुस्वारस्य उपलक्षणम् इति द्रष्टव्यम् ओके कथं पुनः नुक् इति एतत् अनुस्वार उपलक्षणार्थं शक्यते द्रष्टुम् इति आह स्थानिना हि आदेशः लक्ष्यते सो अत्र स्थानिना हि आदेशः लक्ष्यते सो स्थानिना अत्र दत्ता अभ्यासस्य कृते आदेशः लक्ष्यते नुक् नुक् आदेशः नास्ति खलु ओ नश्चापदान्तस्य जलि इत्यनेन आदेशः वा न न न नुक्कागमः आगमस्य विषये एव वदति अस्माकं लक्ष्यं किम् अनुस्वारः आदेशरूपेण अनुस्वारः अस्माकं लक्षणम् अस्ति स्थानिना हि लक्ष्यते स्थानी किं तद् नुक् आगमः नुक् नुक् एव अस्माकं स्थानी अस्ति तत्र किं लक्ष्यते वयम् अनुस्वारः लक्षणम् अस्ति अस्माकं स्थानिना हि आदेशः लक्ष्यते स्थानी अस्ति नुक् आगमः नुक् आगमः इति नाम नुक् इति स्थानी अस्ति तस्य स्थाने अनुस्वार आदेशः तदेव अस्माकं लक्षणम् ओके ओके अतः तद् स्थानी वयं नुक् इत्यस्य अपेक्षया वयं तद् अनुस्वाररूपेण वयं स्वीकुर्मः ओके ओके नुका हि स्थानिना ओके नुका नुक् इति स्थानिना नुका हि स्थानिना अत्र आदेशः अनुस्वार उपलक्ष्यते ओके तावदेव तस्मात् अनुस्वारः एव आगमः अत्र विधीयते न तु नुक् ओके तस्मात् अनुस्वारः एव आगमः अत्र विधीयते न तु नुक् किमर्थम् इत्युक्ते अस्माकम् उपलक्षणमस्ति अनुस्वारः अतः नुक् इति न विधीयते नुक् यद्यपि तद् नुक् आगमः इति वदामः तथापि तत् अनुस्वारः एव विधीयते यं यम्यते इत्यादौ यद्यपि अजल् परतः अस्ति तदापि अनुस्वारः सिध्यति ओके यं यम्यते इत्यादौ यद्यपि अजल् जलि नास्ति यद्यपि अजल् अस्ति तथापि अनुस्वारः सिध्यति एवम् अनुस्वारस्य ययि परसवर्णः प्राप्नोति इष्यते च पक्षे अनुस्वारस्य श्रवणं तत् न सिध्यति अप्पदान्तत्वात् ओके सो नौ अभ्यासस्य इति अप्पदान्तः इति स्वीक्रियते चेत् देन् तदपि न सिध्यति पदान्तवच्च इत्यादि इत्यतः आह पदान्तवच्च इत्यादि ओके तत्र अपदान्तत्वम् अस्ति अनेन कारणेन नश्चापदान्तस्य जलि इत्यस्यापि नश्चापदान्तस्य जलि किमर्थं न कार्यं करोति तत्र जल् परकत्वं नास्ति अनुस्वारस्य ये परसवर्णः इत्यनेन तत्र वयम् अनुस्वारस्य श्रवणं तद् तस्मात् अनन्तरं यत्किमपि परसवर्णः भवति वा इत्युक्ते तदपि न सिध्यति अपदान्तत्वात् अत्र अपदान्तत्वमपि अस्ति क्षम्यताम् अपदान्तत्वं नास्ति, पदान्तत्वम् अस्ति. कथम् इत्युक्ते पदान्तवच्च इत्यनेन. सो पदान्तवच्च इति वार्तिकरूपेण अस्ति वा? वार्तिकरूपेण आम्. तद् अनुस्वारस्य परसवर्णः इत्यस्यापि अपदान्तत्वमेव किल? आम् आम्, ययि परः अस्ति इत्यनेन अपदान्तस्य एव. आम् सत्यम्, अपदान्तः एव. सानिना हि आदेश लक्ष्यते, नुकायि सानिनात्र आदेश अनुस्वार इति. तत्र नुक् इति कित् इति एव खलु, तत्र कित् इत्यनेन तत्र केवलं तत्र कुत्र भवति इति अनुस्वारस्य आदेश कुत्र? सत्यं, सत्यं सत्यं सत्यं सत्यं. आद्यन्तौ कुत्र भवति? सत्यम्, आद्यन्तौ टकितौ. सत्यं सत्यं, तदेव. पदान्तवच्च इत्यनेन वयं ज्ञातुं शक्नुमः अत्र अनुस्वारः आवश्यकः अस्ति इति. सत्यं सत्यं, अनुस्वारस्य परसवर्णः अपि अपदान्त अनुस्वारस्य विषये एव सम्भवति. अतः तत्र अपदान्तत्वात् तदपि न सिद्ध्यति. किमर्थम् इति प्रश्ने सति तत्र पदान्तवच्च इत्यनेन तत्र अभ्यासस्य पदान्तवत् इति संज्ञा अस्ति किल. अतः तदपि अनुस्वारस्य परसवर्णः यद्यपि इष्यते तदापि न प्राप्तुं शक्नुमः. पदान्तवत् अनुस्वारः भवति इति एतत् अर्थरूपं व्याक्येयम् इति अर्थः. व्याक्येयं विधिलिङ्ग व्याक्येयम् इति अर्थः. अस्तु, व्याक्येयम् इति अर्थः. तत्र इदं व्याख्यानं तदन्तविधिना एव अनुनासिकान्तस्य अनुस्वारः भवति. तदन्तविधिना एव अनुनासिकान्तस्य अनुस्वारः भवति इति न अर्थः. अन्तग्रहणेन तत् क्रियते. अतः तदन्तविधिना एव अनुनासिकान्तस्य अनुस्वारः भवति इति न अर्थः. अन्तग्रहणेन भवति इति न अन्तग्रहणेन तादृश अर्थः नास्ति. येन विधिस्तदन्तस्य इत्यनेन अनुनासिकान्तस्य अनुस्वारः भवति तदन्तविधिना इति अर्थः नास्ति. न अर्थः अन्तग्रहणेन, तादृश अर्थः अपि न भवति अन्तग्रहणेन. नुगतो अनुनासिकान्तस्य कुत्र अस्ति? सूत्रमेव नास्ति वा अत्र? विशेषणविशेषभावः अस्ति तत्रापि. सूत्रो अनुनासिकान्तस्य वयं दृष्टवन्तः, परन्तु तत्र अत्र परः अस्ति भगिनि. नुगतो अनुनासिकान्तस्य कुत्र अस्ति? अत्रैव अस्ति वा? आम् आम्, हम्प् धातोः यङ्गन्तधातु बिन्दु सवन. अनुगतो अनुनासिकान्तस्य अङ्गस्य अतः अभ्यासस्य नुक् यङ्ग्लुकोः. अतः तत्र अनुनासिकान्तस्य अङ्गस्य अतः इति तत्र विशेषणविशेषभावः अस्ति. तादृशस्य अनुनासिकान्तस्य अङ्गस्य इति यद्यपि अस्ति तदापि तत्र विधि येन विधिस्तदन्तस्य इत्यनेन तदन्तविधिः नास्ति इति सन्ति. तदन्तविधिः नास्ति इति. सो विशेषणविशेषभावः अस्ति चेदपि अत्र अनुनासिकान्तस्य अङ्गस्य अतः अभ्यासस्य नुक् यङ्ग्लुकोः यङ्ग् यङ्ग्लुकोः. सः किं भवति? पदान्त अनुस्वारस्य अनुस्वारः भवति इति न अर्थः. अन्तग्रहणेन तत् क्रियते. पदान्तस्य अनुस्वारस्य यः धर्मः यः धर्मः सः नुकः अपि स्यात्. ओके, पदान्तस्य अनुस्वारस्य यः धर्मः सः नुकपि स्यात् इति एवम् अर्थम्. ओके, तेन अनुस्वारस्य पक्षे श्रवणं भविष्यति इति. ओके, पदान्तस्य अनुस्वारस्य यः धर्मः अस्ति सः नुकः अपि वयं स्वीकर्तव्यं. नुक् तस्य उपलक्षणं किल, अतः उपलक्षणम्, अतः तादृशधर्मः तत्रापि आरोपणीयमेव. तेन अनुस्वारस्य पक्षे एव श्रवणं भविष्यति, तदेव अनुस्वारः एव वयं शृणुमः, न तु नुक्. तदेव तत्र विषयः समानः एव, किमर्थं तद् नियम्यते इति अस्ति इति एकं महाभाष्येण द्वितीयं काशिकायां यद् अस्ति तद् तदस्ति. जप् जब् दह् पश्य इति चतुर्णां धातूनां यङ् लुगन्तसिद्धिः प्रदर्शितः अद्युपदधातूनां स्थले. महोदय पठति वा अकारान्त अभ्यासवताम्? अहं पठामि वा भगिनी? महोदय महोदय अस्तु. अकारान्त खलु ततः खलु, तृतीयबिन्दुः, तृतीयबिन्दुः. अकारान्त अभ्यासवताम् अनुदितां धातूनाम् एकान्तसिद्धिः. अकारान्त अभ्यासवताम् अनुदितां धातूनाम् एकान्तसिद्धिः अस्ति. येषाम् अनुदिताम् अभ्यासः अकारान्तः तेषां नकारलोपानन्तरं दीर्घोकित इत्यनेन अभ्यासस्य दीर्घादेशः भवति. चञ्चयोग यङ् इति अस्ति. अनिदितां हलः उपधायाः निति इत्यनेन निति प्रत्यये परे नकारलोपः, इदानीं छच् इति भवति. इदानीं तत्र उपधायाम् अकारः अस्ति छच्, तच्छच् यगय चाचच्य इति चाचच्य चाचच्यते इति भवति. एवमेव तञ्चयोग यङ् तातच्यते इति भवति. त्वच् योग त्वञ्च् योग यङ् अत्रापि अनुदितं हल उपदायक इत्यनेन त्वच् योग यङ् त्वच् ता त्वच्यते इति रारज्यते सा सज्यते सा त्वज्यते मा मथ्यते ग्रा अस्तु ग्रा इति अस्तु जाग्रत्यते इति भवति. प्रा सा शत्यते सा स्यद्यते वा बध्यते दादभ्यते सा स्रम्भ्यते सा शंस्यते इति भवति. क्षम्यतां सा शत्यते वा प्रश्यते इति सर्वत्र दीर्घोकितः अनन्तरम् क्षम्यता अनिदितां हल उपदायाः इति दीर्घोकितः तावदेव कार्यं, किमपि अन्यत् नास्ति. अकारान्त अभ्यासवताम् अभ्यासवताम् अकारान्त अभ्यास अकारान्त भवति. तावदेव कार्यं. धन्यवादः महोदय. भगिनी अरुणा भगिनी पठति वा यङि येषाम् अनुदिताम्? आं भगिनि, यङ् येषाम् अनुदिताम् अभ्यासः उपकारान्तः. गुणो यङ् लुकोः इत्यनेन अभ्यासस्य गुणो भवति यङि यङ् लुकि च. अधुना वयं अनुदित उपदायाम् अभ्यासस्य उकार अस्ति चेत् प्रथमम् अनुदितां हल् उपदायाः केनिति इति सूत्रेण नकारलोपः भवति. धातु अस्ति लुञ्च्, लुञ्च् योग यङ् लुच् योगः य. द्वितीय अभ्यासकार्यानन्तरं लु लुच्य भवति. तदनन्तरं गुणो यङ् लुकोः इत्यनेन गुण भवति लो लुच्यते इति रूपं भवति. तदेव वदतु कुञ्च् कुञ्च् अत्रापि अनजतां हलोपदाय किन्निति इति सूत्रेण नकारलोपः भवति. उप्रद द्रव्यासे उकारः अस्ति गुणभूत चकारः अस्ति. ओके, प्रथम या कुच् योग कुच् योगः या कुच् कुच् कुच् कुच् कुच्य कु कुच्य चोः कुः भवति कुहोश्चुः सत्यं कुहोश्चुः चोहश्चुः ककारस्थाने चकार आगच्छति चु कुच् य को चो कुच्य भवति सत्यं को कुच्यते तदेव मृञ्ज् अत्रापि मृज् मृज्जता किं भवति मृज् अत्र मृच् मृच् मृच् मृच् मामृच् ओ मामृच् मामृच्यते मोमृच्यते मामृच्यते ग्लुञ्च् अत्रापि प्रथमं ग्लुश्च् योगः या गुलुच्य अत्र गकार एव अवशिष्यते भगिनि ग्लु ग्लु भवति भवति जग्लुश्च जग्लोच्य भवति जग्लोच्यते इति रूपा सर्वत्र अभ्यासस्य एव गुणः चो ग्लुच्यते मो मृच्यते जो ग्लुच्यते जो ग्लुच्यते तदनन्तरं कुन्त् अत्रापि प्रथमं लोपः नकारलोपः भवति अनिदितां हलपदाय किञ्चित् सूत्रेण कुत् योगः कुत् कुत्य कु कुत्य चकार इनगोः स्युः जन चकार चोकुक्यते तदेव बुद् बुन्द् भो बुन्दते भो बुदते भो बुद्यते भो बुद्यते शुन्द् अत्रापि शुद्यते तम्प् तुम्प् तुम्पपरपि मकारलोपः भवति अनिदितां उपदायाख्यनिति सूत्रेण तूतुप्य तोतुप्य रुप्य तृप्य तृप् अपि त्रोतृप्य ते तृम्फ् अत्रापि तुम्फ् तोतुपते तोतुष्यते ृम्फ् तुम्प् तृम्प् ओके अत्रापि त्रोतृप्यते गुफ् गुप् गो गुह् न जकार आगच्छति जागुह् गोहते शुम्ब् शोषुभ्यते शोषुभ्यते इति वक्तुं सर्वत्र गुणो यङ्लुकोः अनिदितां हलोपदायाङिति अनन्तरं गुणो यङ्लुकोः इत्यनेन गुणः भवति. धन्यवादः भगिनि. तत्तु सरलमासीत्. उषा भगिनी अनिदितां धातूना पञ्चमवि अनिदितां धातूनां नकारलोपानन्तरं ये ऋद् उपदाधातवः भवन्ति अनिदितां धातूनां नकारलोपानन्तरं ये ऋद् उपददातवः ओके रीग् ऋद् उपदस्य च इत्यनेन ऋद् उपदधातोः अभ्यासस्य रीक् इति आगमः भवति यङि यङ् लुकि च रीग् ऋद् उपदस्य ओके तृम्प् इति धातुः अनिदितां हल उपदायाः किङ् इति इत्यनेन ङिति प्रत्यये परे नकारलोपः भवति तृप् इति भवति तृप्य द्वित्वाभ्यासकार्यं ततृप्य देन् रीग् ऋद् उपदस्य च इत्यनेन ऋद् उपदधातोः अभ्यासस्य रीक् आगमः यङि परे अभ्यासतकारस्य कृते रीक् आगमः भवति तरी तृप् इति भवति तरी तृप् इति यङन्तधातुः तरी तृप्यते तरी तृप्येते तरी तृप्यन्ते तरी तृप्यते तरी तृप्येते तरी तृप्यद्वे तरी तृप्ये तरी तृप्यावहे तरी तृप्यामहे दृम्प् इति धातु दृम्प् प्रथमम् अनिदितामहल उपादायाः किति किङिति इत्यनेन नकारलोपः भवति दृप् इति भवति दृप् द्वित्वा अभ्यासकार्य दृप्य इति कृते द्वित्वा अभ्यासकार्यं ददृप्य वा ददृप्य हौ डिड् इट् बिकम् ददृप्य भगिनि ददृप्य न न रीक् आगमः भवति गुणः नास्ति भगिनि द्वित्वा अभ्यासकार्यं ददृप्य ददृप्य ओके ददृप्य देन् रीक् आगमः दरीदृप्यते दरीदृप्यते दरी भवति वा अत्र दट्स् वै द त इट् बिकेम् त किल उरत् उः अत् ऋद् दट् इस् धातोः कृते खलु भगिनि उरत् सामान्य अभ्यासकार्यम् इत्यत्र उरत् उरत् उरत् 7-4 अभ्यासे विद्यमानस्य ऋ वर्णस्य आकारादेशः भवति एतत् वै वि गाट् द तृप् ओके द्वित्वा अभ्यासकार्यम् उरत् इत्यनेन वा ओके अस्तु भगिनि धन्यवादः किमर्थं उरत् संख्या किं 7466 ओ अस्तु अस्तु अस्तु अस्तु भगिनि अभ्यासस्य एव अतः एव तत्र आकारः अनन्तरमेव अस्तु भगिनि उरत् आम् ततृप्य दट्स् वै ततृप् अभ्यासः त इति भवति ततृप्य उरत् तथा एव दृम्प् इत्यस्य कृते अपि ददृम्प् इति भवति उरत् इत्यनेन उः उः ऋकारस्य स्थाने अकार आदेशः भवति ददृप्य ददृप्यते देन् दरीदृप्यते इति भवति दरीदृप्येते दरीदृप्यन्ते ओके देन् सृम्ब् इति भवति प्रथमं मकारलोपः नकारलोपः ओके सृम्ब् इति भवति द्वित्व अभ्यासकार्यस्य कृते सृब् य इति भवति देन् उरत् इत्यनेन स सृभ्य इति भवति रीग् ऋद् उपदस्य च इत्यनेन रीक् आगमः भवति सरीसृभ्यते सरीसृभ्येते सरीसृभ्यन्ते इति भवति देन् तृम्ह् इति भवति भगिनि वाट् इस् दृम्प् सृम्ब् अर्थः देन् तृम्ह् इति कृते प्रथमं नकारलोपः देन् तृह् य देन् द्वित्वं उरत् ततृह्य रीक् आगमः तरीतृह्यते तरीतृह्येते तरीतृह्यन्ते तरीतृह्यसे तरीतृह्येते तरीतृह्यद्वे तरीतृह्ये तरीतृह्यावहे तरीतृह्यामहे इत्यस्य त्रिंस् इति शुद्धाधिकरणीयः टु साटिस्फै टु बि साटिस्फै टु प्लीस् टु बि प्लीस्ड् तृप्त होन तृम्पति इति अर्थः द्वितीयमासीत् दृम्ब् तदपि समानमेव भवति तद् तद् तु क्यूट् वे टु इञ्जोर् टु टार्मेण्ट् तृम्स् क्लेशे तदपि तुदादिगणीयः एव दृम्पति झृम्पति इति रूपम् अनन्तरं शृम्ब् स्पृङ्ग् इति भुवादिगणीयः टु किल् टु डेस्ट्राय् हिंसायां शृम्भति इत्युक्ते हिंसा करक्षं तत्र प्रयोगः दृश्यते वा ते पश्यामि न प्रयोगः नास्ति तदपि तुदादिगणीयं दातु न न तृतीयं शृम्ब् इति भुवादिगणीयः भुवादिगणीयः इति दातुः एव अस्ति वा तृन्ह हिंसायां तृन्ह इत्यपि हिंसायामेव हिंसार्थः धातुः अपि अधिकः अस्ति यदा गत्यर्थ कथात् तृम्भति तदपि तुदादिगणीयः एव प्रयोगः दृश्यते वा तत् प्रायः विरलः विरलप्रयोगः एव प्रायः तृङ्ग शृम्ब् इति हिंसार्थकः तृम्फ् इति टु प्लीस् इति अर्थे तृम्ब् टु किल् इति अर्थे अतः त्रयः प्रायः हिंसार्थकः हिंसार्थकः आं भगिनि अग्रे अत्र रीग् ऋद् उपदस्य च ऋद् उपदधातोः अभ्यासस्य रीक् इति आगमः भवति यङ्गि यङ्गि लुकि च रीक् कित् अतः अभ्यासस्य अन्ते विधीयते ओके ऋत् उपदा यस्य सः ऋद् उपदः तस्य ऋद् उपदस्य रीक् प्रथमान्तं ऋद् उपदस्य षष्ट्यन्तं च अव्ययं त्रिपदमितं सूत्रम् अत्र लोपो अभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः गुणो यङ्लुकोः इत्यस्मात् यङ्लुकोः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं ऋद् उपदस्य अङ्गस्य अभ्यासस्य रीक् यङ्लुकोः अस्तु भगिनि अत्र प्रश्नः उदेति यत् यद्यपि उपदेश अवस्थायां ऋद् उपदधातवः न सन्ति अत्र प्रश्नः उदेति यत् यद्यपि उपदेश अवस्थायां ऋद् उपदधातवः न सन्ति किन्तु यङ्गीपरे नकारलोपानन्तरं ऋद् उपदधातवः भवन्ति अतः अत्र रीग् ऋद् उपदस्य च इति सूत्रेण एव साक्षात् रीक् आगमः भवति अथवा रीग् रीग् ऋत्वत ऋत्वतः इति वक्तव्यम् इति वार्तिकेन एव वक्तव्यं भवति अनेन वार्तिकेन ऋकारवताम् अपि धातूनाम् अभ्यासस्य रीक् इति आगमः भवति यङ्गी यङ्गी यङ्लुकी च वस्तुतस्तु जानीमः यत् औपदेशिकधातुसंज्ञा च आतिदेशिकधातुसंज्ञा च इत्यनयोः बाध्यबाधकभावः नास्ति अतः तृप् योगः यङ् ततृप्य इति स्थितौ ततृप् इत्यस्य तदानीमपि औपदेशिकधातुसंज्ञा तिष्ठति तृप्योगः यङ् ततृप्य इति स्थितौ ततृप् इत्यस्य तदानीमपि औपदेशिकधातुसंज्ञा तिष्ठति अस्य बलेन ऋद् उपदधातुः भवति यस्मात् रीग् ऋद् उपदस्य च इति सूत्रेण एव रीक् आगमः भवति तृम्प् धृम्प् सृम्ब् तृम्ह् इति चतुर्णाम् इति धातूनां कृते एतादृशी व्यवस्था अस्ति सो ऋद् उपदेश अवस्थायां ऋद् उपदधातवः न सन्ति किन्तु यङ्गीपरे नकारलोपानन्तरं ऋद् उपदधातवः भवन्ति यङ्गीपरे भगिनि ऋद् उपदधातवः न सन्ति भगिनि उपदेशावस्थायाम्? एतत्तु ऋदुपदधातुः नास्ति किल, तृम्प शृम्ब तृम्ह इति तत्तु ऋदुपदधातुः नास्ति. केवलं यदा वयम् अनिदिताम् इत्यनेन नकारलोपः कुर्मः तदा एव ऋदुपदः भवति किल. ऋदु सामान्य ऋदुपदधातवः तु सन्ति एव, इदानीमपि दृष्टवान्. परन्तु एतत् एतस्य विषये वदति, एतत्तु नास्ति, साक्षात् ऋदुपदः नास्ति, वयं नकारलोपं कृत्वा तद् ओके. अतः अत्र रीग् उपदस्य च इति सूत्रेण एव साक्षात् रीग् आगमः भवति, अथवा रीगृत्वत् इति वक्तव्यम् इति वार्तिकेन एव वक्तव्यं भवति. रीगृद् उपदस्य च इति सूत्रेण एव साक्षात् रीक् आगमः, रीगृत्वत् इति वक्तव्यम् इति वार्तिकेन एव वक्तव्यम्. ओके, that's what I think is because it's actually not an upada. Satya. Atah tatra vartika balena vartika balena anena vartikena rukaratvam rukara vatamapi dhatunam abhyasasya rik iti agamah bhavati yangi yangluki cha. Okay, rukara vatam, so rukara vat dhatu. Okay. स्वीकृत्य तत्र रीकागमः कुर्मः ओके. वस्तुतस्तु जानीमः यत् औपदेशिकधातुसंज्ञा च आतिदेशिकधातुसंज्ञा च इत्यनयोः बाध्यबाधकभावः नास्ति इति रिमेम्बर् रीडिङ्ग् अबौट् या आम् पाठे आसीत् किल, बालानां सुखबोधाय एव तादृश किमपि नास्ति. अतः तृप् योगः यङ् इति कृते तृप्य इति स्थितौ तृप् इत्यस्य तदानीमपि औपदेशिकधातुसंज्ञा तिष्ठति. ओके, औपदेशिकधातुसंज्ञा तिष्ठति, अस्य बलेन ऋद् उपदधातुः भवति, यस्मात् रीग् ऋद् उपदस्य च इति सूत्रेण एव रीक् आगमः भवति. ओ ऐ सि, ओके ओके. सो वार्तिकेन इति न आवश्यकम् इति, तृम्प दृम्प स्रृम्ब तृम्ह इति चतुर्णामपि धातूनां कृते एतादृशी व्यवस्था अस्ति. अस्तु, तदेव कथं स्वीकृतवन्तः, तत्तु साक्षात् ऋतुपदः नास्ति इत्युक्ते तत्र ऋगुपदस्य ऋग्ऋतुपदस्य च इति सूत्रस्य बलेन एव तत् स्वीकर्तुं शक्नुमः. इदानीमपि तस्य औपदेशिकसंज्ञा अस्ति, धातुसंज्ञा अस्ति इति कृत्वा. अस्तु, तर्हि रीग् ऋत्वत् इति वक्तव्यम् इति वार्तिकस्य आवश्यकता कुत्र भवति? प्रच्च ब्रश्च व्रश्च इति एतेषां त्रयाणां धातूनां सम्प्रसारणानन्तरमपि ऋद् उपदधातवः न भवन्ति, परन्तु रीक् आगमः आवश्यकः. प्रच्छ पृच्छ् इति भवति, ब्रश्च बृश्च इति भवति, ब्रश्च बृश्च इति इत्येतेषां त्रयाणां सम्प्रसारण अनन्तरमपि ऋद् उपदधातवः न भवन्ति. आहा, परन्तु नास्ति किल, आम् आम् आम् आम्, परन्तु रीक् आगमः आवश्यकः. एतेषु ऋकारः जायते किन्तु ऋद् उपदधातवः न भवन्ति. एतेषु ऋकारः जायते, आम्, बट् ऋग् ऋद् इति उपदा नास्ति. ओके, अतः येषां कृते वार्तिकम् अपेक्षितम्. ओ अस्तु अस्तु, तेषां कृते एतत् वार्तिकं प्रायः अग्रे अस्ति न, सम्प्रसारणधातवः इति पश्यामि. परन्तु दीस् फोर् धातुस् देन् सूत्रेण एव ऋग् ऋद् उपदस्य च, यतोहि औपदेशिकधातु इत्येव वयं स्वीकर्तव्यम्. ओके, अस्तु भगिनि, महोदय अस्ति वा कृञ्च धातुः? अस्ति वा? अस्तु, अरुणा भगिनी पठतु वा? आं भगिनी पठामि. कृञ् धातोः यङन्तधातुसिद्धिः. कृञ् धातुः नोपधातुः न तु नोपधा धातुः, अतः तस्य नकारः निजामहालुपदायां निनितीतेन लोपो न भवति, अतः तस्य साधारण्ययङ् सम्बन्ध अभ्यासकार्ये गुणो यङ् लुको इत्यनेन अभ्यासस्य गुणो भवति. ओके, कुञ्ज् धातु धातु उपदायां नकारः नास्ति, एव अस्ति, अतः अनदितां हलुपदायाः किमिति इति सूत्रं कार्यं न करोति, केवलं अभ्यासकार्यं, तदनन्तरं गुणो यङ् लुक् इत्यनेन अभ्यासस्य गुणो भवति. कुञ् युग यङ् कुञ्ज कुञ्ज कोहोच्चुः इत्यनेन चुकुञ्ज चुकृञ्ज चुकृञ्जते इति रूपं भवति. तदेव अञ्ज् कुञ्ज् लुञ्ज् छञ्ज् दञ्ज् त्वज् लुञ्ज् लुज् लुञ्ज् लुञ्ज् वञ्ज् इत्येतां सर्वे धातवः न उपधा धातवः नि उपधा धातवः, परन्तु कृञ्ज् धातु तथा नास्ति, अपि तु नीपधातुः एव. कथं ज्ञायते यत् कृञ्ज् धातुः नी उपधातुः नो उपधातुः न तु नो उपधातुः? कथं जानीमः इति अस्ति, परेश्च गाङ्ग्योः गाङ्ग्योः इति सूत्रस्य भाष्ये ज्ञापकं वर्तते यत् एवमस्ति, अतः कितिनिति प्रत्यये परे उपधालोपो न भवति. एतादृशौ द्वौ इदितौ धातुः वर्तते यत्र उपधायाम् अनुनासिकवर्णः अस्ति चेदपि नकारो नास्ति इति कारणतः कितिनिति प्रत्यये परे तस्य लोपो न भवति. एकः अस्ति कृञ्ज् धातुः, अन्य अस्ति हमं धातोः उपधा मकारस्य अनन्तरं यः मकारः वर्तते सः तु जल् प्रत्याहारे नास्ति, अनेन ज्ञायते यत् मूले नकारो नास्ति, नो चेत् नकारस्य स्थाने अनुस्वारः, तस्य च स्थाने मकारः अभविष्यत्, किन्तु जल् अभावे न भवति, अतः मूले उपधा मकारः एव. ओके, अत्र अन्यदातवः दत्तं कुत्र नकार नास्ति, इत्येव उपधा अवस्थायाम् अस्ति, तेषु दातेषु अञ्च् अञ्च् कुञ्च् ग्लुञ्ज् छञ्ज् तञ्च् त्वञ्च् मृञ्ज् म्लुज् म्लुञ्ज् लुञ्ज् वञ्ज् इत्येष दातवतामः. कथं जानीमः, अत्र प्रश्नः अस्ति कृञ्ज् धातु कथं जानीमः, अत्र नकारः नास्ति, केवलं पञ्चमवर्णः अस्ति इत्यस्ति चेत् उत्तमसूत्रमस्ति परेश्च गाङ्क्योः इतिश्च भाष्ये ज्ञापकम् अत्र दत्तम्, अतः कितिनिति प्रत्यये परे उपधालोपो न भवति. अत्र अनिदितां कार्यं न करोति भगिनि. सत्यं सत्यं सत्यं, तद् कृञ्ज् धातोः विषये तस्य कार्यं न भवति, परन्तु अञ्ज् कुञ्ज् ग्लञ्ज् इत्यस्य विषये अनिदितां हल उपादायाम् इत्यनेन नकारलोपः भवति. किमर्थम् इत्युक्ते मूले एव तत्र पञ्चमवर्णः ञ अस्ति, न तु नकारः. गाङ्क्योः सूत्रेण कितनिति प्रत्यये परे उपदालोपो न भवति. एतादृशौ द्वौ विद्युतौ धातु वर्तते यत्र उपादायाम् अनुनासिकवर्णः अस्ति चेदपि नकारः नास्ति इति कारणतः कितनिति प्रत्यये परे तस्य लोपो न भवति. एकः धातुः अस्ति कृञ्ज् धातुः, अन्य अस्ति हम् धातुः. हम् धातोः उपादायं मकारः अस्ति, अनन्तरं यकारः, यः मकारः अस्ति तदनन्तरं यकारः अस्ति. अत्र जल् प्रत्याहारे नास्ति, मकारः जल् प्रत्याहारे नास्ति, अतः नकार नास्ति. न चेत् नकारस्य स्थाने नकारः अस्ति चेत् अनुस्वर भूत्वा भवितुमर्हति, परन्तु तादृशम् समीचीनं. तत्र कृञ्ज् धातोः विषये एव प्रश्नः. कृञ्ज् इत्यत्र मूले एव ञकारः अस्ति, न तु नकारः, अतः अनिदितां हल उपादायाङिति इत्यनेन तत्र ञकारलोपः कर्तुं न शक्नुमः. नकारस्य एव लोपः भवति, न तु ञकारस्य पञ्चमवर्णस्य, अतः तद् न भवति. चोकृञ्ज्यते इति ञकारं भूत्वा एव तत्र अन्तिमरूपं दृश्यते. तादृशमेव हम् इति धातुः अपि. अवगतं किल? अवगतं. भगिनी न श्रूयते, अधुना श्रूयते भगिनि, अधुना सम्यक् प्रथमं हम्य अत्र हकार कोः स्युः इति सूत्रेण प्रथमं झक महाप्राणझकार आगच्छति, तदनन्तरम् अभ्यासे चेत् न झकार जंहम्य ते इति रूपम्. नुगतो अनुनासिकान्तस्य सूत्रम् अनुनासिकान्त अङ्गस्य अदन्त अभ्यासस्य नुक् आगमो भवति यङि यङ्लुकि च. धातोः अभ्यासस्य अन्ते अत् चेत् धातोः अन्ते अनुनासिक हल् वर्णः ञकार मकार ञकार नकार न चेत् इदं कार्यं प्रवर्तते. नुक् आगमः कित् ककारः संज्ञकः उकार उच्चारणार्थम् अनुनासिकः अन्ते यस्य तत् अनुनासिकान्तं तस्य नुक् प्रथमान्तम् अतः षष्ट्यन्तम् अनुनासिकस्य षष्ट्यन्त्यं त्रिपदमिदं सूत्रम्. अत्र लोपो अभ्यासस्य इत्यस्मात् अभ्यासस्य इति अनुवृत्तिः, गुणो यङ् लुकोः इत्यस्यात् यङ् लुकोः इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति. अनुनासिकान्तस्य अङ्गस्य अतः अभ्यासस्य नुक् यङ् लुकोः सूत्रम् अस्ति. अभ्यासस्य अनुनासिकान्ताङ्गस्य अदन्त अपि अस्ति चेत् नुक् आगमो भवति सामान्यतया. सत्यम्. अतः एव यदा वयं तत्र दृष्टवन्तः अनुनासिकान्ताङ्गं नास्ति तदा अन्यसूत्रेण नुक् आगमः भवति. अतः अत्र तु अनुनासिकान्ताङ्गमस्ति हम् इति, अतः तत्र ह हम् इति अदन्तमपि अभ्यासः अस्ति, अतः नुकागमः भवति अनेन. समीचीनम्. धन्यवादः. विश् धन्यवादः. विशेषः हलन्तदातवः अग्रिमसप्ताहे पठामः, तत्र इतोपि किञ्चित् एव अवशिष्टं. विशेष हलन्तदातुषु केचन कानिचन कार्याणि, आम्, बहु बहु लघु पाकः एव अवशिष्टाः. तत् प्रायः अग्रिमसप्ताहे समाप्य अग्रिमः अस्ति द्वित्वकार्यम् इति किमपि पाठः सूचित्य तत् प्रति गच्छामः. धन्यवादः भगिनि. धन्यवादः भगिनि. शुभरात्रि. नमस्कारः. नमस्कारः भगिनि. नमस्ते.